गतवर्गे अस्माकं तत्र अदादिगणः इति विषयः आरब्धः. अदादिगणे प्रथमं तु अस्माभिः दृष्टं यत् शपः शपः लुक् भवति. शपः लुक् भवति नाम प्रथमं तु शपविकरणप्रत्ययः आगच्छति, तस्य लोपः भवति, अतः प्रत्ययः न दृश्यते. सामान्यतया यत्र कुत्रापि प्रत्ययः न दृश्यते तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण यद्यपि प्रत्ययः न दृश्यते तथापि तस्य लक्षणं भवति, नाम तेन प्रत्ययेन यत्किमपि कार्यं भवति तद् भवति. परन्तु यत्र प्रत्ययः लुमान् अस्ति, नाम तत्र लु इति अवयवः अस्ति, यथा लुक् लुप् श्लु, तत्र एकं विशेषम् अस्ति यत् तत्रापि प्रत्ययस्य लोपः भवति, परन्तु लोपानन्तरं तेन प्रत्ययेन यत् अङ्गकार्यं भवितुं शक्नोति तद् अङ्गकार्यं निषिध्यते, तद् अङ्गकार्यं न भवति. अन्यत्र अन्य सर्वं समानम् अस्ति, परन्तु तत् तेन प्रत्ययेन अङ्गकार्यं न भवति. अतः अदादिगणे यदा शप्रत्ययस्य लुक् भवति तदा न केवलं प्रत्ययः न दृश्यते अपि तु प्रथमसोपाने प्रत्ययेन यत् अङ्गकार्यं भवितुं शक्नोति तत् अङ्गकार्यम् अपि न भवति, नाम धातुमध्ये गुणकार्यम् अथवा धात्वादेशः अथवा किमपि न भवति. अतः अदादिगणे प्रथमसोपाने किमपि कार्यं नास्ति, धातु एव अङ्गं, धातुः एव अङ्गम्. तदनन्तरं द्वितीयसोपानमस्ति सिद्धतिङ्प्रत्ययस्य निर्मितिः. तत्र किमस्ति, धातुः एव अङ्गम् अस्ति, अपि च अदादिगणे कोऽपि धातुः अदन्तधातुः नास्ति, सर्वे धातवः अनदन्ताः सन्ति. अतः अतः तत्र सिद्धतिङ्प्रत्ययः अपि ये स्वादिगण इव क्र्यादिगण इव तुदादिगण इव अनदन्त अङ्गानां कृते सिद्धतिङ् प्रत्ययाः सन्ति, ते एव प्रत्ययाः अत्र अपि सन्ति. कुत्रचित् एव तत्र अपवादाः सन्ति, केषुचित् धातुषु एव, तत्र अन्यत्र तत्र अग्रे पश्यामः. तर्हि इदानीं तृतीयसोपानम् एव महत्त्वपूर्णसोपानम् अस्ति यत्र धातुरूपी अङ्गस्य धातुरूपी अङ्गे तिङ्गप्रत्ययेन अङ्गकार्यं, तदनन्तरम् अङ्गप्रत्ययोः मेलनम् इति. तर्हि तत्र प्रथमं तु धातोः अन्तिमवर्णेन वयम् इदानीं कार्यं पश्यामः. तत्र प्रथमम् अदन्तं धातुः अदन्तधातुः कोऽपि नास्ति, तदनन्तरम् आदन्तधातुः धातवः बहवः सन्ति क्र्यादि अत्र अदादिगणे आकारान्तधातवः. तर्हि इदानीम् अस्माकं कार्यमस्ति आकारान्तधातुषु आकारान्तधातुषु धातूनां रूपाणि कथं भवन्ति. अत्र पञ्चदशः धातवः सन्ति, पञ्चदशधातवः ये आकारान्ताः सन्ति. तत्र सामान्यधातवः सन्ति चतुर्दश, एक एव विशिष्टधातुः अस्ति दरिद्रा, दरिद्रधातुः अग्रे पश्यामः. इदानीं सामान्य आकारधातवः सन्ति, तत्र बहुत्र केवलं तत्र वर्णमेलनम् एव भवति, किमपि कार्यं नास्ति, यतोहि गुणकार्यं नास्ति, यतोहि धातु आकारान्त अस्ति, किमपि कोऽपि गुणकार्यं किमपि गुणकार्यं नास्ति, अन्य किमपि कार्यं नास्ति, केवलं वर्णमेलनम् अस्ति. एकमेव अस्ति तत्र एक प्रत्यये किमपि विशेषम् अस्ति. तत्र एकं सूत्रम् अस्माभिः गतवर्गे पठितं, लङ्गः शाकटायनस्य एव. तत्र लङ्गः शाकटायनस्य एव इति सूत्रं किं वदति, यत् शाकटायन इति कोऽपि वैयाकरणः आसीत् तस्य एव मते, तस्य एव मते, तस्य एव मते इति वचनस्य प्रयोजनं किं नाम, तद् विकल्पम् अस्ति अत्र, यत् कार्यमस्ति तद् विकल्पम् अस्ति, विकल्पेन भवति, शाकटायनस्य मतेन भवति, अन्यवैयाकरणां मते न भवति, अतः विकल्पेन भवति. तर्हि विकल्पेन किं भवति, यत्र लङ्लकारः अस्ति तत्र आतः धातोः नाम आकारान्तधातुः अस्ति चेत् झी स्थाने, नाम प्रथमपुरुष परस्मैपदी प्रथमपुरुष बहुवचनप्रत्यय झी स्थाने जुस् भवति। तर्हि पश्यतु आकारान्त धातु अस्ति चेदेव इति इदं कार्यं भवति, आकारान्त अङ्गम् इति नास्ति। आकारान्त धातुः नाम क्र्यादिगणे अपि आकारान्त अस्ति तिङ्प्रत्ययस्य कृते, परन्तु तत्र अङ्गम् आकारान्तमस्ति धातुः न। अत्र धातुः आकारान्त अस्ति चेत् झी स्थाने विकल्पेन जुस् भवति इति अस्ति। तर्हि एकस्मिन् पक्षे लङ्लकारस्य प्रथमपुरुषबहुवचनपरस्मैपदी प्रत्ययः एकस्मिन् पक्षे अस्ति अस्माकं सामान्यप्रत्ययः अन्, अन्यस्मिन् पक्षे प्रत्ययः भवति उः। जुस् मध्ये जकारस्य चुटु इति सूत्रेण इत्संज्ञा भवति, उस् एव अवशिष्यते। तदनन्तरं सकारस्य विसर्गः भूत्वा उः इति भवति। तर्हि उः इति प्रत्ययः अस्ति, उः अथवा अन्। इदानीं प्रश्नः आगच्छति, अत्र आकारान्त धातुः अस्ति, तदनन्तरम् उकारः आगच्छति, तर्हि तस्य सन्धिः कथं करणीयः? सामान्यतया आद्गुणः इति सूत्रेण ओकारः भवेत्, परन्तु तस्य अपवादसूत्रम् अस्ति उस् प्रत्यय कृते, विशेष अपवादसूत्रम् अस्ति उस्य पदान्तात्। उस्य पदान्तात् उस्य पदान्तात् इति सूत्रं किं वदति? अपदान्तात् आत् नाम अपदान्त अवर्णः अस्ति चेत्, अपदान्त अवर्णः अस्ति चेत्, अ अथवा आ अपि तत्र अस्ति, अवर्णः अस्ति चेत् तस्य अग्रे यदि उस् प्रत्ययः अस्ति, नाम अपदान्त अकारः अपदान्त आकारः किमपि, तदनन्तरम् उस् प्रत्ययः अस्ति चेत् पूर्वपरयोः स्थाने एक पररूपं भवति। तर्हि अत्र आकारधातुः अस्ति, तदनन्तरम् उकारः अस्ति, पूर्वपरयोः स्थाने उ एव भवति। अत्र आद्गुणः इति सूत्रेण ओकारः न भवति, अपवादसूत्रमस्ति उस् प्रत्यय कृते। तर्हि अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपं संहितायाम् इति। तर्हि इदमस्ति, अन्यत्र केवलं सन्धिकार्यमेव भवति अथवा वर्णमेलनमेव भवति, किमपि कार्यं नास्ति इति। अस्तु, तर्हि इदानीं सामान्य आकारधातूनां कृते लट् लोट् लङ् विधिलिङ् लकारेषु वयं रूपाणि पश्यामः। तर्हि इदानीं इदानीं परस्मैपदी धातुः अस्ति, परस्मैपदी धातुः अस्ति षणा, षणा षणा। तर्हि षणा इत्युक्ते टु बेद् इति अस्ति खलु, तर्हि षणा धातुः अस्ति। मीना महोदय, षणा धातु परस्मैपदी अदादिगणे लट्लकारः, रूपाणि वदतु। श्ना लट्लकारे श्नायो ति श्नायोगः तिरिक्त। प्रथमं तु वदतु श्ना इति धातु मध्ये किमपि कुत्र अस्ति महोदय? किमपि विकरणप्रत्ययः नास्ति अदादि धातु इत्युक्ते कुत्रापि नास्ति। अत्र गदर्यवासरे तत्र सामान्य आकारधातवः अस्ति खलु, तत्र यत्र अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि भवान् एव ददाति वा? भवान् ददाति किल एकक्षण इति दातु महोदय। न न, मम प्रश्नः अस्ति षण इति धातुः अस्ति, तत्र किमपि विशेषकार्यं भवति वा धातुमध्ये एव? धातुमध्ये स्ना भवति, किमर्थ कथं भवति इति जानामि सहसः धात्वादेः सहसः स्नायते अतिप्रभृत्यः शपः इति अद्य अदादि दातु, तस्मात् स्नायोगः विकरणप्रत्ययः नास्ति, स्नायोगः ति इति अस्ति, हलादि पित् अस्ति, स्नायोगः ति तत्र वर्णमेलनमेव स्नाति इति अन्तिमरूपम्। सम्यक्। अत्र महोदय पित्व अपित्वस्य किमपि कार्यं प्रयोजनम् अस्ति वा स्ना कृते? स्ना कृते नास्ति, किमर्थ किमर्थम् इत्युक्ते आकारः इक् उपकारः नास्ति, अजन्तं नास्ति, तस्मात् तत् प्रसक्तिः नास्ति, वर्णमेलनेव. उपधा नास्ति, इगन्तं नास्ति, इगन्तं नास्ति, तस्मात् गुणस् इति प्रसक्तिः नास्ति, वर्णमेलनेव स्नाति इति अन्तिमरूपम्. अनन्तरं तः स्नातः स्नातः एव स्ना अन्ति अत्र स्ना दीर्घ अकारान्त अन्ति अकसवर्णे दीर्घः स्नान्ति इति भवति अन्तिमरूपम्. तदनन्तरं स्नायोगः सि स्नासि स्नायोगतः स्नातः स्नातः स्नात स्नामि स्नावः स्नामः समानमेव. उत्तमं. तर्हि किमपि नास्ति अत्र, पश्यतु, केवलं वर्णमेलनम् अथवा सन्धिकार्यं. केवलं षकारस्य सकारः भवति धात्वादेशे सहसः इति सूत्रेण ष्णा धातोतः धातुतः स्ना इति भवति स्ना. तर्हि किमपि नास्ति. अस्तु, उत्तमं महोदय. अग्रे विजया महोदय, भवती वदति वा केवलं शृणोति वा? जी अहं शृणोमि एव. अस्तु अस्तु. विधि महोदय अग्रे करोतु लोट् लकार. स्ना इति दातु आत्मनेपति किल महोदय? परस्मैपदि. स्ना योः तु स्नातु स्नातात् स्नातां स्नान्तु स्नाहि स्नातात् स्नातं स्नात. अग्रे उत्तमपुरुष एकवचनं स्नानि स्नाव स्नाम वर्णमेलनम् एव महोदय. किमपि कार्यं नास्ति इति मन्ये. सन्धिकार्यमस्ति तत्र. सन्धिकार्यम् अस्ति, सवर्णदीर्घसन्धि. रघुपति महोदय लङ्लकार. लङ्लकार स्ना इति धातु अस्ति. इदानीं लङ्लकारे लुङ् लङ् लङ् लृष्टु अडु अटुदात्त इत्यनेन अडागमः. अस्ना इति अङ्गमस्ति इदानीम्. अस्ना इति अत्र इगन्त इगन्त नास्ति, लघु अपि नास्ति, अतः केवलं सर्वत्र अस्नात् इति प्रथम एकवचनं प्रथमपुरुष अस्नाताम्. अत्र रूपद्वयं भवति लङ्गशाकटनस्य वैचनेन. पुनः वदतु एकवचनं बहुवचनं अभिवचनं. अस्नात् इति अस्नात् अस्तु. अस्नात् इति एकवचनम्. अस्नाताम् अस्नाताम् इति खलु. अस्नातां किमपि नास्ति अत्र. अस्नाताम् इति अपि च बहुवचने अस्नायोग इदानीम् अस्नायोग अत्र लङ्गशाकटस्य इत्यनेन शाकटनस्य मतेन लङ्गशाकटनस्य इत्यनेन तत्र उः आदेशः भवति. एकवारं लङ्गशाकटनस्य इत्यनेन ज्यूस् आदेशः वा किम् उः एकवारं महोदय एकवारं शकटने इत्यनेन ज्यूस् आदेशः. सत्यं ज्यूस् अस्ति, अतः विकल्पेन उः उः इति भवति जकारस्य चुटु इत्यनेन भवति. अतः अस्नान् सोरि अस्नायोग उः अस्ति. अस्नायोग उः इदानीं अत्र पररूपसन्धिः भवति उस्य पदा उस्यापदान्तात् इति. उस्य अपदान्तात् उसि अपदान्तात् इति उसि अपदान्त् इति अपदान्त उसि पररूपादे पररूपसन्धिः भवति. अतः अस्नुः इति एकं रूपम् अस्नुः इति. अपि च अस्नायोग अन् अत्र अतो गुणे इत्यनेन सूत्र प्रसक्तिः अस्ति वा एकवारम्? अस्नायोग अतो गुणे इत्यस्य प्रसक्तिः अतो गुणे कथम् आगच्छति? अत्र आकारान्त अस्ति खलु. क्षम्यतां क्षम्यतां नास्ति नास्ति नास्ति अत्र अतः अङ्गस् नास्ति आमां सत्यम् अस्ना योग अन् इति अस्ति अत्र सवर्णदीर्घसन्धिः भवति अस्नान् इति अस्नान् इति भवति तर्हि अस्नान् अतः अस्नात् अस्नाताम् अस्नान् अथवा अस्नुः इति रूपम् अस्ति इदानीं अस्ना योग स् इति अस्ति अतः अस्ना योग स् इत्य तत्र ससजिषोः रुः इत्यनेन तत्र विसर्ग ऋत्वं महोदय अत्र आग् पुनः सूत्रस्य अपवादः किल उष्य पदान्त आमाम् आद्गुण आमां सत्यम् आद्गुणस्य अपवादः अत्र मध्यपुरुषे सकारः अस्ति अतः अन्ते अस्ति अतः ससजिषोरुः इत्यनेन सकारस्य ऋत्वम् अनन्तरं ऋत्वस्य विसर्गः भवति कर्वसंविसर्जने इत्यनेन अतः अस्ना अस्नाः अस्नाः इति भवति अस्नाः अपि च अस्नाताम् सारि अस्नातम् अस्नात अपि च अस्नायोग अम् इदानीम् अत्र अस्नायोगम् अत्रापि सवर्णदीर्घसन्धि अस्नाम् इति भवति अस्नाव अस्नाम इति रूपं सम्यक् तर्हि केवलं बहुवचनप्रथमपुरुषबहुवचने एव विशेषकार्यं भवति अस्नु अथवा अस्नान् अस्तु धन्यवादः महोदय अग्रे मदर् महोदय विधिलिङ्ग् आं महोदय स्नायोगः यात् स्नायात् स्नायोगः यातां स्नायातां स्नायोगः युः स्नायुः स्नायुः मध्यमपुरुषे स्नायोगः याः स्नायाः स्नायोगः यातं स्नायातं स्नायोगः यात स्नायात उत्तमपुरुषे स्नायोगः यां स्नायां स्नायाव स्नायाम अस्तु तर्हि परस्मैपदीकृते अस्माकं रूपाणि भवितानि तदनन्तरम् आत्मनेपदे गा धातुः अस्ति तत्र गा धातुः भवादिगणे अस्ति परन्तु रूपाणि अदादिगणीयात् भवन्ति तत्र विशेषकार्यमस्ति तत्र आत्मनेपदे गा धातुः अस्ति परन्तु रूपाणि तत्र किम् अदादिगणीयवद् भवन्ति तत्र विशेषकार्यमस्ति इदानीम् आत्मनेपदे गा धातुः भवादिगणे परन्तु रूपाणि अदादिगणीयानि सन्ति इदानीं गा धातु आत्मनेपदी करोतु अरुणा महोदय गा धातु लट् किं धातु महोदय गा जी एकः प्रश्नः स्ना इति प्रथमं शकारस्य स्थाने सकारः आगच्छति एतत् धातु धात्वादेहो धात्वादेहे शकारस्य स्थाने सकारः अनन्तरं मूर्धन्यनकारस्य स्थाने दन्त्यनकारः नोणः इति सूत्रेण आगच्छति खलु न नोणः अपि धात्वादेहे आदिकृते एव अस्ति न एतत् सूत्रं निमित्तपाय नैमित्तिकपाय इति अस्ति न न न निमित्तपाय नैमित्तिक अपाय इति मा वदतु तत् तत् शास्त्रीय तत् सूत्रं नास्ति तत् शास्त्रीयं नास्ति नास्ति नास्ति परन्तु तत् सामान्यतः वयं वदामः विजयमहोदय तत्र किमस्ति वस्तुतः वस्तुतः तत्र नकारः एव अस्ति धातुमध्ये तत्र वस्तुतः नकारः एव अस्ति धातुमध्ये मूर्धन्यशकारस्य स्पर्शेन स्थुत्वं भूत्वा नकारस्य नत्वं भवति किं भूत्वा न न न क्षम्यतां रसाभ्यां नूणः समानपदे इति कार्येण नकारस्य नत्वं भवति तत् दन्त्यनकारस्य स्थाने मूर्धन्यनकारः आगच्छति खलु रसाभ्यां नूणः समानपदे इति सूत्रेण अथः क्षणा अस्ति श्रणा परन्तु यद्य यदा शकारस्य सत्वं भवति तदा येन निमित्तेन नकारस्य णत्वं भवति तद् निमित्तं गच्छति अतः पुनः नकारः एव तिष्ठति वस्तुतः दन्त्यनकारः अस्ति स्था इति धातु तादृशमेव किल महोदय स्था इति धातु स्था इति धातु अपि तादृशमेव स्था मध्ये अपि वस्तुतः थकारः एव अस्ति परन्तु शकारस्य स्पर्शेण स्तुत्वं भूत्वा थकारः आगच्छति यदा शकारस्य स्थाने सकारः भवति धात्वादेशे सहसः तदनन्तरं थकारस्य निमित्तमेव अपगच्छति अतः पुनः थकारः एव तिष्ठति स्था तथैव ष्णा मध्ये अपि णकारः षकारस्य स्पर्शेण भवति तदनन्तरं षकारः यदा गच्छति षकारः भवति तथा नकारः एव तिष्ठति अतः स्ना भवति तत्र षकारस्तत् नूनः इति सूत्रं नास्ति तर्हि नूनः इति सूत्रं धातु धात्वादेः एव कार्यं करोति नकारः धात्वादेः नास्ति खलु अस्तु तर्हि अरुणा महोदय गा धातु परस् आत्मनेपदि लट् गा धातु आत्मनेपदि प्रत्ययाः लट्लकारे ते आते पुरुषे गायोगः ते केवलम् अपित् अस्ति विकरणप्रत्यय नास्ति लोपः भवति तथा गाते महोदय गाते गायोगः आते सवर्णे दीर्घः गाते प्रथमपुरुष बहुवचने किं केव अत्रापि सन्धिकार्यमेव महाय गायोगः अते गाते गाते एव प्रत्येक प्रथमपुरुष प्रत्येकवचने गाते गाते गाते ओ गाते गाते गाते ओके गायोगः से गासे गाथे गाध्वे गायोगः ये अत्र यचो यायो न वृद्धिरेचि ओ वृद्धिरेचि एव धन्यवादः गावे किं गायोगः ए किं भवति वृद्धि करोतु गैवे गामहे गै गावहे गामहे धन्यवादः परन्तु एतत् भुवादिगणे एव अस्ति खलु आं भवादिगणि धातुः अस्ति सत्यं परन्तु तस्य रूपाणि अदादिगणीयवद् भवन्ति विशेष एक्सेप्शन् इति चिन्तयतु अस्तु जि धन्यवादः धातु भवादिगणीय एव अस्ति परन्तु अदादिगणीयवत् रूपाणि सन्ति अस्तु अग्रे किं किम् अग्रे कोऽपि को अस्ति मीना महोदय लोट् लोट्लकारः गा योगः तां गातामेव गा योगः आताम् अनन्तरं गातामेव गायोग अतां गातामेव गातां गातां गातां गायोगः स्व गामेलनमेव वर्णमेलनमेव गायोगः आतां गातां गायोगः द्वं गाध्वं गायोगः ऐ गै गायोगः आवहै गावहै गामहै अस्तु अग्रे धन्यवादः विजि महोदय लङ् लङ् आघात लङ् किल शो आत्मनेपथि आत्मनेपदी किल महोदय गात महोदय प्रत्येक अग्रे अडागमः करोतु अगात अगात अगात अगाताम् अगात अत्र लङ्घनस्य इति सूत्रं कार्यं करोति वा न वा वदतु प्रश्नेपदी करोतु न महोदय किमर्थम् आत्मनेपदि अतः आत्मनेपदी किम् लङ्घसाकर सूत्रं किं वदति परस्मैपदी बहुवचने सूत्रं कार्यं आत्मनेपदी अपि कार्यं करोति वा न वा इति मम प्रश्नः करोति करोति किमर्थम् एकमिनिट् महोदय आकारान्तात् धातुः लङि जोः जुस् आदेशकः भवति साकरणस्य मतेन अपदान्तात् आकारात् सि प्रत्यये परे पूर्वरूपम् आकाशः सागरः आत्र धातुः जोः जुस् कार्यं न करोति महोदय आत्मनेपथि इति कारणेन न करोति अत्र तु कारणेन जो न जो नास्ति किल पूर्वमूल मूल अत्र जि इति अतः न करोति जो किमपि नास्ति झि एव झेर् जूस् इति झि स्थाने जूस् भवति आत्मनेपथि प्रत्यय झि नास्ति खलु झ अस्ति झ अस्ति आम् आम् प्रसक्तिः एव नास्ति नास्ति आम् अग्रे अगात अग्रे अघाताः तदनन्तरं द्विवचने अघातां थाम् अगाध्वम् उत्तमपुरुषे एकवचने अगै अगै अगे धन्यवादः महोदय अग्रे रघुपति महोदय ईत इयाताम् ईरन् ईताः इयाताम् ईत्वम् ईय ईवहि ईमहि सर्वत्र गा इति अस्ति अस्तु गा इति अस्ति अत्र सर्वत्र अङ्गं गा इति अस्ति प्रत्ययः ई ईकारान्त सर्वत्र ई सारि ईकारात् ईकारादिप्रत्यय अतः गुणस्य प्रसक्ति अस्ति गेत गेत गायोग ईतायोग ईत गेत किञ्चित् किञ्चित् तत्र ध्वनिः आगच्छति गेत गेत इति अस्ति इदानीं गेयातां गेरन् गेताः गेयाथां गेध्वं गे सारि गेय गेवहि गेमहि सर्वत्र गुणसन्देहः प्रसक्तिः सर्वत्र आद्गुणः भूत्वा एकारः आगच्छति अस्तु तर्हि इदानीं सामान्य आकारधातूनां कृते रूपाणि समाप्तानि इदानीं विशेष आकारधातवः एकः एव अस्ति दरिद्राधातुः दरिद्राधातुः कृते बहुत्र तत्र विशेषकार्यं भवति तत्र इदानीं पठामः तर्हि सि सि इति बिन्दुः पश्यतु दरिद्राधातुः सि इति बिन्दुः दरिद्राधातुः इदानीं मदर महोदय सूत्रं पठतु जक्षित्यादयः इत्यादयः आं महोदय दरिद्राधातुः जक्षित्यादयः षट् जक्षित्यादीनां धातूनाम् अभ्यस्तसंज्ञा भवति अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति जक्ष् जागृ दरिद्रा चकास् शास् दीदि वेवि च इति शब्देन जक्ष् धातोः परामर्शः इति आदिः येषां ते इत्यादयः बहुव्रीः जक्ष् प्रथमान्तम् इत्यादयः प्रथमान्तं षट् प्रथमान्तं त्रिपदम् इदं सूत्रम् उभे अभ्यस्तम् इत्यस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जक्षित्यादयः षट् अभ्यस्तम् अदादिगणे जक्षित् आदि आदि इति गणः अस्ति धातूनां गणः अस्ति तस्य संज्ञा अभ्यस्तसंज्ञा अपि भवति तद्गणे गणे सप्तधातवः सन्ति जश् जागृ दरिद्रा चकास् सास् दीदि वेविङ् च अतः जक्षिषादयधातवः अभ्यस्तसंज्ञा भवति इति उक्तम् तर्हि सामान्यतया अस्माकं प्रतिमस्ति अभ्यस्तं यत् किमस्ति यत्र ऋत्वं भवति खलु नाम भूत्यादिगणे इति सामान्यतया अभ्यस्तम् इत्युक्ते यत् ऋत्वं भवति परन्तु अदादिगणे एकः अन्तर्गणः अस्ति यत्र सप्तधातवः सन्ति जक्ष् प्लस् सिक्स् धातवः जक्षित्यादयः षट् इत्युक्ते जक्ष् इति आदयः षट् नाम जक्ष् इति प्रथमं तदनन्तरं षट् नाम सप्तधातवः सन्ति एक अन्तर्गणे यस्य यत्र अपि धातोः अभ्यस्तसंज्ञा भवति तत्र धातोः द्वित्वं न भवति यतोहि अदादिगणे अस्ति खलु द्वित्वं नास्ति द्वित्वं नास्ति परन्तु विशेषसूत्रेण धातोः अभ्यस्तसंज्ञा भवति तर्हि जक्ष् जागृ दरिद्रा चकार शास् दिधिङ् वेविङ् इति सूत्र इति धातूनाम् अभ्यस्तसंज्ञा भवति इति सूत्रं वदति अस्तु अग्रे उभे अभ्यस्तम् इति सूत्रेण यदा धातोः द्वित्वं भवति तदा मिलित्वा द्वयोः भागयोः नाम अभ्यस्तं भवति उभे अभ्यस्तम् इति सूत्रं वदति धातोः द्वित्वं भवति चेत् द्वयोः भागयोः नाम अभ्यस्तम् इति संज्ञा भवति अनन्तरं जक्षादि जक्षित्यादय षट् इत्यनेन जक्षित्यादीनां धातूनाम् अद्वित्वे सत्यपि अभ्यस्तसंज्ञा भवति अत्र जक्षित्यादीनां गणे अद्वित्वं न भवति परन्तु अभ्यस्तसंज्ञा अत्र भवति इति उक्तम् तर्हि उभे अभ्यस्तम् इति सामान्यसूत्रेण यथा उभे इत्युक्ते उभ इति द्वित्वं खलु उभ उभे इत्युक्ते बोध् तर्हि यत्र द्वित्वं भवति तत्र द्वित्वं भूत्वा द्वयोः भागयोः संज्ञा भवति अभ्यस्तं यथा जुहोत्यादिगणे अस्ति खलु जुः तर्हि जुः इति द्वित्वं कृत्वा जुः इति भवति अतः जुः इति शब्दस्य अभ्यस्तसंज्ञा भवति जुः परन्तु जक्षित्यादयः षट् इति सूत्रेण जक्ष् जागृ दरिद्रा चकार शा तिथिङ् वेविङ् इति सप्तधातूनां यद्यपि तत्र द्वित्वं नास्ति तथापि तस्य तेषाम् अभ्यस्तसंज्ञा भवति तर्हि अभ्यस्तम् इत्युक्ते किं द्वित्वम् अपि च जक्ष् जागृ दरिद्रा चकार शास् दिधिङ् वेविङ् इति तर्हि अत्र प्रयोजनं किमस्ति अभ्यस्तसंज्ञा किमर्थं पाणिनिना कथितं तत्र किमस्ति यथा अभ्यस्तमस्ति यथा धातु अभ्यस्तधातुः अस्ति तथा प्रत्ययमध्ये विशेषकार्यं भवति धातुः अभ्यस्त अस्ति चेत् प्रत्ययमध्ये विशेषकार्यं भवति अतः विशेषकार्यं किं भवति इति अग्रे पठामः तर्हि अत्र लिखितमस्ति अग्रे पठतु महोदय किम् जी दातूनां एकं गृहकार्यं मया न कृतं स्वरूप महोदयेन एतत् वर्गः अहं न कृतम् अतः एव गृहकार्यं न कृतं परन्तु पठामि चेत् अहं पठामि क्रमेण आं महोदय एषां सप्तानां धातूनां तिङन्तसिद्ध्यर्थं चत्वारि कार्याणि अतभ्यस्तात् अभ्यस्तसंज्ञक धातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य जकारस्य स्थाने अत् आदेशो भवति अत् प्रथमान्तम् अभ्यस्तात् पञ्चम्यान्तं द्विपदमिदं सूत्रं जोन्तः इत्यस्मात् जः इत्यस्य अनुवृत्तिः आयनेयिनीयः फट क च गां प्रत्यादीनाम् इत्यस्मात् वचनपरिमाणं कृत्वा प्रत्यादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्यादेः जः अत् अभ्यस्तसंज्ञकः धातु परे प्रत्यय प्रत्ययस्य अवयव जकारः अस्ति चेत् तस्य स्थाने आत् आदेशो भवति अर्थादेशो भवति तर्हि अत्र किमस्ति किमस्ति अत्र तत्र सामान्यतया अस्माभिः किं पठितं झोन्तः इति सूत्रेण किं भवति किं भवति जकारस्य स्थाने अन्त आदेशः भवति तर्हि तथा पठन्ति अत्र सेवन्ते तत्र सर्वत्र झी झी झी स्थाने अन्त आगत्य अन्ति इति प्रत्ययः भवति आत्मनेपदी अपि झ स्थाने अन्त आगत्य अन्ते इति भवति तर्हि सेवन्ते परन्तु झोन्तः इति सामान्यसूत्रम् अदभ्यस्तात् इति झोन्तसूत्रस्य कृते अपवादसूत्रमस्ति तर्हि झोन्तः इति वदति यत् सामान्यतया प्रत्ययस्य झकारस्य स्थाने अन्त इति भवति परन्तु अदभ्यस्तात् किं वदति अत्र अद् अभ्यस्तात् इति अस्ति तदनन्तरम् आयनेयः खफडः प्रत्यादीनाम् इति सूत्रेण प्रत्यादेयः इति अनुवृत्तिः भवति झोन्तः इति सूत्रेण झोन्तः इति सूत्रेण झः इति अनुवृत्तिः भवति तर्हि सूत्रं किं वदति अभ्यस्तात् अङ्गात् नाम अभ्यस्त अङ्ग अस्ति चेत् तस्य अग्रे यदि प्रत्ययस्य आदौ झ इति वर्णः अस्ति अभ्यस्त अङ्गम् अस्ति चेत् तस्य अनन्तरं प्रत्ययस्य आदौ झ इति वर्णः अस्ति चेत् यथा बहुवचने झि अस्ति अथवा झ अस्ति तर्हि तस्य झकारस्य स्थाने अत् भवति झकारस्य स्थाने अत् इति भवति तर्हि अत्र अन्त न भवति अपि तु अत् भवति तथैव दधातुमध्ये रूपाणि कथं सन्ति ददाति दत्तः ददति ददन्ति नास्ति खलु ददति अस्ति यतोहि ददति किमर्थं भवति झी स्थाने अत् इति भवति झी स्थाने अत् भवति अतः झी स्थाने अत् भूत्वा अत्र झी स्थाने अत् भूत्वा तत्र अन्ति न भवति प्रथमपुरुष लट् लकारे प्रथमपुरुष एकवच बहुवचने अन्ति न भवति अपि तु अति एव भवति अति अति इति भवति तर्हि अभ्यस्त अङ्गानाम् अभ्यस्तधातूनां कृते लट् लकारे प्रथमपुरुष बहुवचनप्रत्ययः अन्ति नास्ति अपि तु अति अस्ति यतोहि झोन्तः इति सूत्रं प्रबाध्य अदभ्यस्तात् इति सूत्रं कार्यं करोति झ स्थाने अन्त् न आगत्य झ स्थाने अत् आगच्छति अतः झी मध्ये अत् योगः इ अति अति इति भवति तथैव लोट् लकारे अपि अन्तु इति प्रत्ययः न भवति अपि तु अतु इति भवति अतु इति प्रत्ययः भवति इति तदनन्तरम् अग्रे तु तस्य प्रसक्तिः नास्ति, अतः लङ्लकारे विधिलिङ्लकारे तु नास्ति। आत्मनेपदी अपि तत्र आत्मनेपदी तु सर्वत्र एव अते इति अस्ति खलु, अते अताम्, आत्मनेपदी तु सर्वत्र अते अताम् इति अस्ति। तत्र तु तत्र तु प्रथमं सर्वत्र अभ्यस्तम् अस्ति वा नास्ति वा तत्र अते अतामेव भवति, अतः तत्र पुनः तस्य किमपि कार्यं न भवति तत्र। अतः तस्य केवलं भेदः कुत्र दृश्यते, परस्मैपदी लट् लकार, परस्मैपदी लोट् लकार, प्रथमपुरुष बहुवचनम्। अस्तु, तर्हि अदभ्यस्तात् इति सूत्रम्। अस्तु, तत्र अग्रे इदानीम् अरुणा महोदय अग्रे पठतु। ध्येयं यत् ध्येयं यत् अत् आदेशस्य तकारः हलन्त्यम् इति सूत्रेण इस्तङ्गः न, यतोहि अत् तु विभक्तिसञ्ज्ञक झि प्रत्ययस्य अवयवस्य आदेशः, अतः न विभक्तौ तु स्मः इत्यनेन हलन्त्यं बाधितम्। अभ्यस्तात् सूत्रेण जकारस्थाने चकारस्थाने अत् आगच्छति, तत्र वयम् अत् तकार हलन्त्यम् इति रूपेण न लोपः न भवति। किमत्रमस्ति चेत् विभक्तिसञ्ज्ञक अस्ति, जी स्थाने अत् प्रत्यय आगच्छति, स्थानिवत् आदेशः अनुभूतौ इति सूत्रेण, स्थानिवत् इति सूत्रेण, ततः अत् न विभक्तौ तु स्मः इति सूत्रेण तकारलोपः न भवति, ततः तत्सूत्रं हलन्त्यं सूत्रं बाधितं। तर्हि अत्र अत् झी स्थाने आगच्छति खलु, झी स्थाने अत् आगच्छति, अतः अत् विभक्ति अस्ति, विभक्ति अस्ति, अतः न विभक्तौ तु स्मः इति सूत्रेण अन्तिमतकारस्य इत्संज्ञा न भवति, इत्संज्ञा न भवति, अतः लोपः अपि न भवति, अतः अत् एव तिष्ठति। अस्तु, अग्रे अग्रे पठतु। अदभ्यस्तात् सूत्रम् इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झा चकारस्थाने अत् आदेशः, अतः लटि झी स्थाने अति न तु अन्ति, लोटि झी स्थाने अतु न तु अन्ति। तदेव वयं जानीमः सामान्यतः झी स्थाने जो अन्तः सूत्रेण अन्तु आगच्छति लट्लकारे प्रथमपुरुष बहुवचन प्रक्रियायां, परन्तु अभ्यस्तादि सूत्रेण तद्बाध्य जकारस्थाने अति आगच्छति, तदेव लोट्लकारे जी स्थाने अन्तु आगच्छति जेरुः इति सूत्रेण, तद्बाध्य अभ्यस्तात् सूत्र सूत्रेण जकारस्थाने अतु आगच्छति। तर्हि अन्ति न अति, अन्तु न अतु। अस्तु, तर्हि एकं कार्यमस्ति अदभ्यस्तात् इति सूत्रेण झोन्तः प्रबाध्य अन्त् प्रबाध्य अत् भवति। तदनन्तरं द्वितीयकार्यं किम् अस्ति अभ्यस्तकृते सिजभ्यस्तविधिभ्यश्च, पठतु महोदय। अरुणा महोदय अहमेव पठामि। सिजभ्यस्त विधिभ्यश्च तृतीयपाद अध्याये चतुर्थपाद नवाधिकशतसूत्रं नित् लकारस्य अवस्थायां शिच् प्रत्ययात् अभ्यस्तसञ्ज्ञकात् धातोः विद् धातोः च परस्य झि प्रत्ययस्य स्थाने झुष् आदेशो भवति, सिच् च अभ्यस्तश्च विधिश्च तेषाम् इतरेतर द्वन्द्वः सिजभ्यस्तविधयः, तेभ्यः सिजभ्यस्तविधिभ्यः सिजभ्यस्तविधिभ्यः पञ्चम्यन्तं च अव्ययपदं हिदिपदं मृतं सूत्रं नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः जेर् जुष् इत्यस्मात् जेः जुष् इत्यनयोः अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सिजभ्यस्तविदिभ्यश्च नितः लस्य झेः जुष् सूत्रमस्ति अभ्यस्तसञ्ज्ञक प्रक्रियायां द्वितीयसूत्रमस्ति सिजभ्यस्तविदिभ्यश्च मित् लकारस्य तद्वत् विधिलिङ्ग् लाङ्लकारे अपि अवस्थायां चिच् प्रत्ययपरे अपि तत्र चिच् इति लुक् लुक् लुक् लुक् कर्णप्रत्यय लुण्डकारे आगच्छति उच्चैः वदतु किं महोदय उच्चैः वदतु अभ्यस्तसंज्ञा धातोः परन्तु विद् धातोः च परस्य जि प्रत्ययस्य स्थाने जुष् आदेशः भवति जुष् जि प्रत्यय प्रथमपुरुषबहुवचने आगच्छति ततः अत्र तत्समये जुष् आदेशः दत्तं तदनन्तरं सिज्जभ्यस्तविदभ्यश्च विग्रहवाक्यम् अत्र दत्तम् अनुवृत्तिसहितसूत्रं सिजभ्यस्तविदिभ्यश्च नितः लस्य झेः जुष् इति पूर्णसूत्रम् तर्हि सिच् प्रत्ययः अस्ति कोऽपि प्रत्ययः अत्र आधातुके भवति सिच् प्रत्ययः अस्ति अथवा अभ्यस्त धातुः अस्ति अथवा विद् धातुः अस्ति सिच् अथवा अभ्यस्त अथवा विद् इति अस्ति चेत् हितलकारस्य कृते तत्र यत्र लकारे नित् इति अस्ति नाम लङ्लकार विधिलिङ्लकार तत्र झी प्रत्ययस्थाने जुस् भवति तर्हि अत्र विधिलिङ्गि किमपि विशेषकार्यं नास्ति यतोहि विधिलिङ्गि तु सर्वत्र जुस् एव भवति झेर्जुस् इति सूत्रेण अत्र विधिलिङ्गि किमपि कोऽपि भेदः न दृश्यते परन्तु अत्र लङ्लकारे भेदः दृश्यते तर्हि लङ्लकारे किम् अस्ति सामान्यतया झी इत्युक्ते प्रथमपुरुषबहुवचनं परस्मैपदी तर्हि परस्मैपदी लङ्लकार प्रथमपुरुषबहुवचनं प्रत्यय किम् अस्ति अरुणा महोदय किं महोदय सामान्यतया लङ्लकार प्रथमपुरुष बहुवचन इति प्रत्ययः किम् अस्ति कः अस्ति लङ्लकारे जि प्रत्ययस्थाने अत आगच्छति परस्मैपदी खलु क्षम्यताम् अन् आगच्छति सामान्यतया अन् आगच्छति परन्तु इदं सूत्रं किं वदति स्टिच् प्रत्ययः अथवा विद् धातुः अथवा अभ्यस्तधातुः अस्ति चेत् अन् न आगच्छति अपि तु जुस् भवति जुस् इत्युक्ते किं भवति उः एव अभ्यस्त अत्र अभ्यस्तस्य एव चर्चा अस्ति तर्हि अभ्यस्तधातुः अस्ति चेत् परस्मैपदी लट् लङ्लकार प्रथमपुरुष बहुवचन प्रत्ययः अन् न भवति अपि तु उः उहु इति भवति उहु आणि तथा सर्वत्र भवति नित्यं भवति विकल्पेन नास्ति नित्यमस्ति अस्तु अग्रे अनेन महोदय अत्र एकः संशयः अत्र लङ्गशाकटस्य इति परसूत्रम् अस्ति तद् तत्रापि जुस् आदेशः अस्ति विकल्पेन तत्र किमपि नास्ति उक्तं नास्ति अभ्यस्त अथवा अनभ्यस्त इति किमपि नास्ति न उक्तमस्ति तर्हि तस्य सूत्रस्य प्रसक्तिः अपि अस्ति अस्य सूत्रस्य प्रसक्तिः अस्ति भवति खलु अतः एतत्तु अपवादत्वेन कार्यं करोति वा किं कुत्र लङ्गशाकटनस्य इत्यनेन जे लङ्गश इत्यनेन विकल्पेन जूस् आदेशः भवति इति अस्ति शाकटायनस्य मते इति इदानीम् एतदस्ति सिजेभ्यश्च विधिभ्यश्च इति जूस् आदेशः नित्यम् इति अस्ति तर्हि कस्य सूत्र अत्र अपवदत्वेन कार्यं करोति वा अभ्यस्त इति उक्तत्वात् अथवा सूत्रद्वयस्य प्रसक्तिः भवति खलु अत्र सत्यं सत्यं तर्हि दरिद्रा इति धातुः अस्ति तत् अभ्यस्त अपि अस्ति आकारान्त अपि अस्ति अतः भवतः प्रश्नः अस्ति यत् दरिद्रधातु कृते विकल्पेन भवति वा इति वा? हा तदपि विकल्प तत् सूत्रमपि अस्य तस्य सूत्रस्य प्रसक्तिः अस्ति अस्य सूत्रस्य प्रसक्तिः अस्ति तर्हि कस्य एतत् नित्यम् अस्ति इति कृत्वा एतत् एव भवति वा इति सामान्य अभ्यस्त अङ्गम् अस्ति यत्र आकारान्त नास्ति तत्र तु नित्यं भवति परन्तु दरिद्रा इति अभ्यस्त अपि अस्ति आकारान्त अपि अस्ति अतः विकल्पेन भवति न वा चिन्तयामि एतद् अभ्यस्त इति उक्तम् उक्तत्वात् तत् प्रतिपदोक्तत्वात् किमपि अस्ति वा तादृशात् अतः अपवादत्वेन भवति इति परसूत्रमस्ति यत्र अभ्यस्त अङ्गम् आकारान्तं नास्ति यत्र अभ्यस्तधातुः आकारान्तं नास्ति तत्र तु लङ्घस्य सूत्रस्य प्रसक्तिः नास्ति आमामां सत्यं तत्र तु नित्यमेव जुस् भवति परन्तु दरिद्रा इति धातुः अस्ति यत्र अभ्यस्तमपि अस्ति आकारान्तम् अपि अस्ति अभ्यस्तमस्ति अतः इदा इति अस्य अनेन सूत्रेण सजभ्यस्य जीभ्यस्य इति सूत्रेण अत्र जी स्थाने जुस् भवति नित्यं परन्तु लङ्घः शाकटायनस्य इति सूत्रम् आगत्य वदति आकारान्तस्य कृते विकल्पेन भवति जी स्थाने जुस् तर्हि दरिद्रा कृते विकल्पेन भवति वा नित्यं भवति वा इति प्रश्नः अस्ति प्रश्नः समीचीनमस्ति तर्हि अहं प्रायः परसूत्रमस्ति तदपि 111 अस्ति अतः परसूत्रं तु अस्ति अतः प्रायः चिन्तयामि दरिद्रा कृते विकल्पेन एव आगच्छति परन्तु एकवारं कन्फर्म् करोमि परन्तु प्रश्न उत्तममस्ति सर्वे अवगच्छन्ति वा महोदयस्य प्रश्न तत्र सिद्धभ्यस्तविधिभ्यश्च इति सूत्रमस्ति 34109 लङ्घः शाकटायनस्य इति सूत्रमस्ति 34111 तर्हि इदानीं प्रश्नः आगच्छति यत्र दरिद्रा कस्य धातोः विषये अस्माकम् इदानीं चर्चा भवति दरिद्रा दरिद्राधातुः अभ्यस्तधातुः अपि अस्ति यतोहि जक्षित्यादयः अस्ति तदनन्तरम् आकारान्तः अपि अस्ति ते दरिद्राधातुः कृते कार्यं कथं भवति सिजभ्यस्तविधिभ्यश्च इति सूत्रेण दरिद्रधातुः अभ्यस्त अस्ति अतः लङ्लकार प्रथमपुरुष बहुवचने नित्यम् उस् आदेशः भवति परन्तु लङ्घः शाकटायनस्य इति सूत्रेण आकारान्तधातुः अस्ति चेत् आकारान्तधातुः अस्ति चेत् लङ्लकारस्य बहुवचने विकल्पेन उस् भवति तर्हि दरिद्रा कृते नित्यम् उस् भवति वा अथवा विकल्पेन उस् भवति वा महोदयस्य परसूत्रमस्ति अपि च लङ्घशाकटायनस्य एव सिजभ्यस्तविधिभ्यश्च इति उभयोः सूत्राणाम् अन्यत्र अन्यत्र लब्धावकाशः अस्ति अतः तुल्यबलविरोधः अपि अस्ति अतः तत्र अत्र कोऽपि अपवादः अपि नास्ति अन्यत्र अन्यत्र लब्धावकाशः अस्ति अतः तुल्यबलविरोधेन परसूत्रस्य प्रसक्तिः कृत्वा विकल्पेन भवेत् दरिद्रा कृते विकल्पेन भवेत् एकस्मिन् पक्षे अन् एकस्मिन् पक्षे उः इति परन्तु अहमपि चिन्तयामि विकल्पेन भवेत् परन्तु एकवारम् अहं कन्फर्म् करोमि परन्तु इदानीं चिन्तयामः यत् विकल्पेन भवति प्रश्नः तु समीचीनमस्ति परन्तु लङ्चाकरेण एव इति सूत्रम् आकारान्तधातोः एव किल आम् अभ्यस्तधातु विषये न वदति आम् सत्यं परन्तु दरिद्रा आकारान्तमपि अस्ति अभ्यस्त आकारान्तमपि अस्ति किन्तु अभ्यस्त अपि अस्ति किल आम् तदर्थं लङ्घः शाकडयनस्य एव इत्यस्य प्रसक्तिः आप् एव पूर्णतया न प्रसक्तिः नास्ति किल पूर्णतया अप्लै न कर्तुं शक्नोति किल किमर्थं लङ्घशाकटायनस्य सूत्रं वदति यत् दरिद्र आकारान्तम् अस्ति खलु उभयोः सूत्रयोः प्रसक्तिः अस्ति सिजभ्यस्त इति सूत्रस्य प्रसक्तिः अस्ति यतोहि अभ्यस्तमस्ति लङ्गशाकाट्यसूत्रस्य प्रसक्तिः अस्ति, यतोहि आकारान्तः अस्ति, उभयोः प्रसक्तिः अस्ति. एकं सूत्रं वदति नित्यं करोतु, एकं वदति विकल्पेन करोतु, अतः विरोधः अस्ति. तुल्यबलविरोधः अस्ति चेत् अन्यत्र अन्यत्र लब्धावकाशे यत्र अस्ति चेत् किं करणीयं? परसूत्रं करणीयं खलु. परसूत्रं लङ्घशाकटायनस्य एव अस्ति, अतः प्रायः दरिद्रा कृते लङ्घशाकटायनस्य एव सूत्रस्य कार्यं भूत्वा विकल्पेन एव उस् भवेत् इति अहं चिन्तयामि, परन्तु एकवारं कन्फर्म् करोमि. परन्तु पुस्तके नास्ति तत् तादृश विकल्पस्य विकल्पः नास्ति चिन्तयामि तत्र. कस्मिन् पुस्तके? न न तत्र धातुपुस्तके केवलं एक एव अस्ति, रूपद्वयं नास्ति. इच्छामि परन्तु महोदय इति अवगच्छति खलु, केवलं दरिद्रा कृते समस्या अस्ति. अत्र एव न न दरिद्र एव कृते अहं सत्यं दरिद्र कृते एव अस्ति अत्र. अस्तु तर्हि यत्किमपि अस्ति अत्र उः तु आगच्छति विकल्पेन नो चेत् नित्यं. तर्हि अनेन लङ्गि अभ्यस्तसंज्ञकधातुः परस्य झि स्थाने जुस् भवति, उः एव अवशिष्यति, अतः अन् स्थाने उः आगच्छति. तदनन्तरम् उस्य पदान्तात् सूत्रस्य इति अत्र अपि कार्यं भूत्वा सन्धिकार्यं पररूपमेव भवति. तर्हि दरिद्रायोगः उः, तत्र आयोगः उ एव अवशिष्यति, न तु ओः, तत्तु वयं जानीमः. अस्तु तर्हि इदं तु प्रत्यये इति विशेषकार्यमस्ति. प्रथमं तु अदभ्यस्तात् इति सूत्रेण अभ्यस्तसंज्ञकधातुः अस्ति, अतः झि स्थाने अत् भवति, झि स्थाने अत् भवति. तत्र लट्लकारे तत्र झि स्थाने अत् भवति, अपि भवति. लोट्लकारे झि स्थाने अतु भवति. तदनन्तरं सिदभ्यस्तविधिभ्यस्य इति सूत्रेण नितलकारः अस्ति चेत् नाम लङ्लकारः विधिङ्मये तु अस्ति एव, तत्र अत्र कार्यं केवलं लङ् कृते अस्ति. लङ् अस्ति चेत् अपि झि स्थाने उस् भवति, तर्हि प्रत्ययः अन् न अस्ति अपि तु उः भवति. इदानीं प्रत्ययः दरिद्रा कृते विकल्पेन भवति वा इति प्रश्नः अस्ति, तदहं पृच्छामि इति अस्ति. इदानीं पर्यन्तं सर्वे अवगच्छन्ति वा प्रत्ययमध्ये नूतनं कार्यं किं भवति? अभ्यस्तधातुः अस्ति, अतः प्रश्नः अस्ति वा? अस्तु तर्हि अत्र किमस्ति नित्यं नितः इति सूत्रेण सकारस्य लोपः भवति. सकारः कुत्र आगच्छति? तस्य अत्र प्रसक्तिः नास्ति, केवलम् अनुवृत्तिः भवति, अत्र सूत्रस्य प्रसक्तिः नास्ति. अस्तु तर्हि इदानीं अन्यपरिच्छेदः अपि पठामः. तद् अभवत् अग्रे अग्रे नूतनं को अस्ति? मीनामहोदय अग्रे पठतु. इद् दरिद्रस्य दरिद्रधातोः आकारस्य स्थाने इ आदेशो भवति, हलादौ किति किमपि सार्वधातुकप्रत्यये परे. अलोन्तस्य इत्यनेन दरिद्राधातोः अन्तिमवर्णस्य आकारस्य स्थाने इकारः. इत् प्रथमान्तं दरिद्रस्य षष्ट्यन्तं द्विपदमिदं सूत्रं गमहनजनघनघसां लोपः नित्यनङ्गि. इट् सौण्ड्स् लैक् जनगणमन इत्यस्मात् निति इत्यस्य अनुवृत्तिः. ईहल्यकोः इत्यस्मात् हलि इत्यस्य अनुवृत्तिः. अत उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दरिद्रस्य अङ्गस्य इत् हलि निति सार्वधातुके. दरिद्रधातोः तस्य अङ्गस्य अङ्गमिति धातु धातु एव अङ्गम् आगादिगणे इत् हलि इति परे इत् भवति आकारस्य अङ्गस्य इत् भवति तदेव दरिद्रा इति अङ्गम् अस्ति चेत् महोदया उक्तं दरिद्रा इति धातुरूपी अङ्गम् अस्ति चेत् तस्य इकारः भवति ह्रस्व इकारः ह्रस्व इकारः अत्र ईगलगोः इति दीर्घ इकारः किल ह्रस्व इकारः भवति ह्रस्व इकारः भवति कदा हलि किलिति सार्वधातुके दरिद्रधातोः अनन्तरं यदि हलादि कित्मित् सार्वधातुकप्रत्ययपरे अस्ति चेत् दरिद्राधातोः तस्य स्थाने इकारात् ह्रस्व इकारः भवति ह्रस्व इकारः कुत्र आगच्छति अलोक्यसूत्रेण अन्तिम आकारस्य स्थाने तर्हि एकवारम् अष्टाध्यायी उद्घाटयतु 64114 तत्र पेज् नम्बर् अस्ति 117 तर्हि 64112 इति पश्यतु सूत्रं किमस्ति पुस्तकं नास्ति चेत् अन्य काष्ठाध्याये 64112 पेज् नम्बर् 117 तत्र 64112 इति सूत्रमस्ति श्नाभ्यस्तयो रातः तर्हि अत्र पश्यतु 64112 64118 तः तत्र अस्ति श्नाभ्यस्तयो रातः तर्हि श्नाभ्यस्तयो रातः इति सूत्रम् अस्माभिः कुत्र पठितम् क्रयाधिकरणे पठितं तर्हि क्रया श्नाभ्यस्तयो रातः करोति तत्र आकारस्य लोपः भवति अचि एकवारं श्नाभ्यस्तयो रातः इत्यनेन लोपः भवति स्नान्त अङ्गम् अथवा अभ्यस्त अङ्गम् अस्ति चेत् तस्य आकारस्य लोपः भवति कित्नि सार्वधातुकप्रत्ययपरे तर्हि अस्माभिः पठितम् तदनन्तरम् ईहल्यघोः अपि अस्माभिः पठितम् ईहल्यघोः किं वदति अत्र ईत्वं भवति हलिपरे अत्र अपवादः अस्ति श्नाभ्यस्य रथ इत्यस्य हलिपरे अस्ति अघोः इति अस्ति अत्र तर्हि अत्र श्नान्त अङ्गम् अथवा अभ्यस्तङ्गम् अङ्गम् अस्ति चेत् परन्तु घूधातुसंज्ञकधातु नास्ति चेत् हलादि किं प्रत्यपये ईकारः भवति ईकारः भवति तर्हि अजादि कित् प्रत्ययपरे अस्ति चेत् लोपः भवति श्ना अथवा अभ्यस्ताङ्गमस्ति चेत् आकारान्तमङ्गम् अस्ति चेत् तर्हि श्नान्त अथवा आकारान्त अभ्यस्त अङ्गम् अस्ति चेत् अजादि कित् प्रत्यय सार्वधातुकप्रत्ययपरे अस्ति चेत् आकारस्य लोपः भवति हलादि कित् प्रत्ययपरे अस्ति चेत् किं भवति आकारस्य दीर्घ इकारः भवति तर्हि ईहल्यगोः तदनन्तरम् अस्ति इद् दरिद्रस्य दरिद्र इति अस्ति चेत् तर्हि दरिद्रमध्ये ईहल्यगोः इति सूत्रेण हलि इति तस्य अनुवृत्तिः भवति तर्हि दरिद्रा धातुः अस्ति चेत् दरिद्रा अपि आकारान्तम् अस्ति खलु दरिद्रा अपि अभ्यस्त अस्ति अतः ईहल्यगोः इति सूत्रेण हलादि कित् प्रत्ययपरे अस्ति चेत् दरिद्रा कृते अपि दीर्घ इकारः भवेत् दरिद्रा अपि अभ्यस्त अस्ति अकारान्तमस्ति तस्य हलादि कित् प्रत्ययपरे अस्ति चेत् दीर्घ इकारः भवेत् ईहल्यघो इति सूत्रेण परन्तु इद् दरिद्रस्य इति सूत्रम् अपवादत्वेन वदति यत् हलादि कित् प्रत्ययपरे अस्ति चेत् दीर्घ इकारः न भवति अपि तु ह्रस्व इकारः तर्हि दरिद्रा कृते ह्रस्व इकारः भवति इति अस्ति तदनन्तरं तर्हि अस्मिन् प्रकरणे आकारान्त अङ्गम् अस्ति श्नान्त अथवा श्नान्त अथवा अभ्यस्त अथवा किमपि अन्य आकारान्त अङ्गम् अस्ति चेत् तस्य कृते विशेषकार्याणि अङ्गकार्याणि कानि सन्ति तानि कार्याणि अस्मिन् प्रकरणे लिखितानि सन्ति एकस्मिन् एव स्थले सन्ति सर्वाणि कार्याणि साभ्यस्त्यवरातः इहल्यघोः इद्दरिद्रस्य तदनन्तरं भियो अन्यतरस्याम् इति अग्रे पश्यामः जहातेश्च इति जहाति हा धातुकृते कार्यमस्ति आचहौ लोपोयि तत्सर्वम् अग्रे पश्यामः परन्तु इदानीम् अस्मिन् प्रकरणे श्नाभ्यस्त्यवरातः इहल्यघोः इद्दरिद्रस्य सूत्राणि वयम् इदानीं वयम् अस्माभिः पठितानि इद्दरिद्रसूत्रं किं वदति हलादि किं प्रत्यय सामान्यतया आकारान्त अभ्यस्तधातुः अस्ति चेत् हलादि कित्नि प्रत्ययपरे भवति चेत् आकारस्थाने दीर्घ इकारः भवति परन्तु दरिद्रामध्ये अपवादः भवति दरिद्रामध्ये दीर्घ इकारः न भवति ह्रस्व इकारः भवति इति एव अस्ति सर्वे अवगच्छन्ति वा तर्हि इद्दरिद्रस्य इ हल्यगुः इति सूत्रस्य अपवादसूत्रमस्ति केवलं दरिद्रा कृते अस्तु तर्हि धातु दरिद्रस्य उपचारविशेषः अस्ति तस्य अहं चिन्तयामि किमर्थं पाणिनिमहर्षि तादृशमुख्यत्वं ददाति दरिद्र शब्दस्य इति कुशब्दमेव अन्य भाषा न दरिद्र खलु अतः विशेष पुवर् अस्ति अतः ओ तर्हि इद् दरिद्रस्य इति सूत्रेण हलादि कित्नित् प्रत्ययपरे अस्ति चेत् आकारस्य ह्रस्व इकारः भवति इदानीं कोऽपि वदतु दरिद्रा धातोः अनन्तरम् अजादि कित्नित् प्रत्ययः अस्ति चेत् किं भवति केन सूत्रेण सम्यक् बहु सम्यक् तर्हि दरिद्रा कृते अजादि कित्नि प्रत्ययपरे अस्ति चेत् सामान्यसूत्रेण श्नाभ्यस्त्यवरातः इति सूत्रेण दरिद्र अभ्यस्तधातुः अस्ति अतः आकारस्य लोपः भवति हलादि कित्नि प्रत्ययपरे अस्ति चेत् अपवादरूपेण ईहल्यगुः इति सूत्रं कार्यं न कृत्वा अपवादरूपेण इद् दरिद्रस्य कार्यं करोति आकारस्थाने इ तर्हि आहत्य दरिद्रा कृते अजादि कित्नि प्रत्ययपरे अस्ति चेत् आकारस्य लोपः भवति हलादि कित्नि प्रत्ययपरे अस्ति चेत् आकारस्य स्थाने ह्रस्व इकारः भवति तर्हि अवगच्छन्ति वा तर्हि तदनन्तरं हलादि पित् अस्ति पित् प्रत्ययः अस्ति चेत् किं भवति हलादि अथवा अजादि पित् अस्ति चेत् किं भवति तर्हि पित् प्रत्ययः अस्ति चेत् वर्णमेलनम् अजादि अपित् प्रत्ययः अस्ति चेत् आकारस्य लोपः हलादि अपित् प्रत्ययः अस्ति चेत् आकारस्य स्थाने ह्रस्व इकारः दरिद्रा कृते विशेषकार्यं सन्ति कार्यमस्ति तदनन्तरम् अभ्यस्त अस्ति अथवा प्रत्ययमध्ये अपि विशेषकार्यं भवति अपि चत्प्रत्ययमध्ये प्रत्ययमध्ये विशेषकार्यं भवति अदभ्यस्तात् इति सूत्रेण लट् लकारे लोट् लकारे प्रथमपुरुष बहुवचन अन्ति न अति अन्तु न अतु तथैव लङ् लकारे सिजभ्यस्तविधिभ्यश्च इति सूत्रेण प्रत्ययः अन्न भवति अपि तु उहु भवति उहु इदानीं दरिद्रा कृते सर्वाणि रूपाणि वयं कर्तुं शक्नुमः तर्हि श्नाभ्यस्तरि अग्रे तत्र को मीना महोदय पठति खलु को पठति यथा दरिद्रा योगः कः दरिद्री योगः कः अतः इति अपित् प्रत्ययः तस्मात् इत् दरिद्रस्य इति सूत्रेण दरिद्रितः दरिद्रितः दरिद्रावः दरिद्रिवः दरिद्रिवः योगः वः दरिद्रिवः अग्रे स्नाभ्यस्तयोरादः पठितमेव स्नाप्रत्ययस्य वाक्यं पठतु केवलं प्रथमवाक्यं पठतु स्नाप्रत्ययस्य तत्र स्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति किति इति सार्वधात्प्रत्यये परे तद् वयं पठामः अस्माभिः पठितमस्ति अग्रे तत्र अग्रिम अनुच्छेदं पठतु स्नाभ्यस्तयोरादः इति सूत्रेण न केवलं स्नाभ्यस्तयोरादः इति सूत्रेण न केवलम् अजाद्यपित्ति अपि अपि तु हलादपिति अपि अपि कार्यं विहितम् अजादि अपि हलादि अपि कार्यं विहितं किन्तु हलादि अपि सु परेषु ईहल्यगोः इत्यनेन आकारस्य लोपकार्यं प्रबाद्य आकारस्य स्थाने ईकारादेशः विधीयते तदा हलादपित्सु ईहल्यगोः इत्यस्य बाधकसूत्रम् इद्दरिद्रस्य येन आस्थाने इकारादिष्टः आहत्य स्नाभ्यस्तयोरादः इत्यनेन आकारस्य लोपः केवलम् अजादपित्सु भवति अजादपित्सु कार्यं कार्यं भवति यथा दरिद्रा अति दरिद्र अतः लोपः योगः अति दरिद्रति दरिद्रा योगः तु दरिद्र योगः अतु दरिद्रतु तर्हि इदमपि अस्माभिः पठितं वस्तुतः स्नाभ्यस्तयोरातः इति सूत्रं सूत्रे हलादि अजादि किमपि लिखितं नास्ति अतः तस्य प्रसक्तिः हलादि अपि अस्ति अजादि अपि अस्ति परन्तु तस्मात् अनन्तरम् ईहल्यगोः इति सूत्रम् आगत्य अपवादत्वेन वदति यत् हलि अस्ति चेत् ईकारः तर्हि ईहल्यगोः इति स्नाभ्यस्तयोरातः इति सूत्रस्य अपवादसूत्रम् अतः हलादि अस्ति चेत् दीर्घ ईकारः तस्य अपि अनन्तरम् इद्दरिद्रस्य इति सूत्रम् अपवादं कृत्वा वदति दरिद्रा ह्रस्व इकारः इति अस्ति तर्हि अत्र क्रमशः अपवादम् अस्ति सामान्यतया स्नाभ्यस्तयोरातः तस्य अपवादः ईहल्यगोः तस्य अपि अपवादः इद्दरिद्रस्य इति अस्ति अतः आहत्य दरिद्रा कृते अजादि अपि अस्ति चेत् अकारस्य लोपः हलादि अपि अस्ति चेत् आकारस्थाने ह्रस्वैकारः सर्वे अवगच्छन्ति वा एतत् ईहल्यगो अपि च दरिद्रस्य हलीकृति इति अपवादसूत्रम् अपवादसूत्रं क्रमेण तत्र आगच्छति 64112 क्रमेण क्रमशः अपवादः अस्ति तत्रैव अहं वदामि खलु सा तथैव सर्वत्र सामान्यतया तथैव शैली अस्ति प्रथमं सामान्यसूत्रं तदनन्तरम् अपवादसूत्रम् अस्तु तर्हि अवशिष्टस्थलेषु किमपि कार्यं नास्ति केवलं वर्णमेलनं यथा सामान्यकार्यमस्ति अस्तु इदानीं दरिद्राधातु कृते तिङन्तरूपाणि वयं कुर्मः दरिद्राधातु दरिद्रधातु परस्मैपदी अस्ति अतः इदानीं विजी महोदय दरिद्रा दरिद्रधातु लट्लकाररूपं किं महोदय परस्मैपदी परस्मैपदी तीतः अन्ति सी ओके अत्र दरि प्रथमपुरुष एकवचनं दरिद्राति दरिद्रा योगः दरिद्राति एकनिमिषः दरिद्रा योगः अत्र आकारस्य किमपि भवति वा लो न दीर्घ सवर्णदीर्घ सन्ति न दरिद्रा योगः ति अस्ति खलु आम् दरिद्रायोगः ति मया सवर्णदीर्घसन्धि कुतः आगच्छति दरिद्रा दरिद्राति आं महोदय वर्णमेलनमेव वर्णमेलनं किमर्थम् अत्र आकारस्य लोपः अथवा ईदरिद्रा किमपि नास्ति किल महोदय किमर्थं तदेव पश्यामि न तत्र उभे अभ्यस्तम् इति सूत्रेण द्वित्वं भवति खलु जि तत्र सूत्रेण उभयभ्यस्तसूत्रस्य अत्र प्रसक्तिः नास्ति. दरिद्रा मध्ये अभ्यस्तसंज्ञा अस्ति परन्तु द्वित्वं न भवति महोदय. विजी महोदय, मम प्रश्नः दरिद्रायोगः ति दरिद्राति इति भवति खलु. तत्र श्नाभ्यस्योरातः अथवा दरिद्रसूत्रं कार्यं न करोति वा? अकारस्य लोपः अथवा इकारः, अत्र अकारस्य स्थाने इकारः न आगच्छति वा? महोदय पित् अस्ति किल, अतः एतत् सूत्रं तु कित् नित् अस्ति चेत् एव कार्यं करोति. महोदय रूपं किं भवति प्रथमपुरुषैकवचने? दरिद्राति इति. अस्तु अग्रे अग्रे दरिद्रितः इति दरिद्रा योगः तः. किन्तु अत्र इद् दरिद्रस्य इत्यस्य सूत्रस्य प्रसक्तिः अस्ति. हलादि कित् ङित् प्रत्यये परे इद् दरिद्रस्य इति अकारस्य स्थाने इकारः आगच्छति दरिद्रितः. महोदय सम्यक् ह्रस्वैकारः. अग्रे बहुवचनम्. अग्रे दरिद्रति वा किल महोदय? प्रथमं तु वदतु प्रत्ययः कः अस्ति? अन्ति महोदय अति अति केन सूत्रेण अति? अतः अदभ्यस्तात् इति सूत्रेण स्थाने अति आगच्छति. अतः दरिद्रति दरिद्रायोगः दरिद्रति. किं पुनः वदतु? दरिद्रति केन सूत्रेण कार्यं भवति? अदभ्यस्तात् इति सूत्रेण तु भवति. दरिद्रायोगः अति मध्ये दरिद्राति किमर्थं न भवति, अथवा किं कार्यं किमस्ति? आकारः लोपः भवति किल येन सूत्रेण स्नाभ्यस्तयोरातः प्रत्ययः अस्ति, कित्मि प्रत्ययः अस्ति, अतः आकारस्य लोपः भवति. दरिद्रयोगः अति दरिद्रति इति दरिद्रति. अग्रे तदनन्तरं मध्यमपुरुष एकवचनं दरिद्रासि. तदनन्तरं दरिद्रितः तादृशमेव किल महोदय? दरिद्रितः तद्वत् एव इद् दरिद्रस्य इत्यस्य सूत्रस्य कार्यं करोति दरिद्रितः. तदनन्तरं दरिद्रित एवमेव. तदनन्तरम् उत्तमपुरुष एकवचनं दरिद्रामि, दरिद्राति, दरिद्रासि, तद्वत् दरिद्रामि. तदनन्तरं दरिद्रिवः, दरिद्रिमः, सेम् सूत्रम् इत् दरिद्रस्य इति सूत्रम् एव कार्यं करोति. बहु सम्यक्. दरिद्रिमः दरिद्रमः. आम् धन्यवादः. बहु सम्यक्. अस्तु अग्रे रघुपतिमहोदय लोट् तु ताम् अतु इति अत्र अदभ्यस्तनाता भवति, अतः अतु हीतं त आने आव आम तु पित् अस्ति, अतः दरिद्रायोगतु किमपि कार्यं नास्ति, केवलं वर्णमिदं दरिद्रातु इति. दरिद्रयोग ताम् अस्ति, हलादि अपि तस्य अस्ति, अतः खलु हो अस्तु अस्तु तत् तात् अस्ति. आमां सत्यं तात् अस्ति, तत् हलादि अपि अस्ति, अतः तत्र इद् दरिद्रस्य इत्यस्य सूत्रस्य प्रसक्तिः अस्ति. दरिद्रितात् इति भवति एकवारं दरिद्रितात् इति. दरिद्रयोग ताम् अपित् अस्ति अतः अपित् हलादे अपित् अस्ति अतः इत्वं भवति इद्दरिद्रस्य इत्यनेन अकारस्य इकारः भवति दरिद्रिताम् इति दरिद्रायोग अतु अत्र दरिद्रायोग अतु अस्ति अजादि अपित् अस्ति अतः स्नाभ्यस्तोरातः इत्यनेन दरिद्र अभ्यस्तधातुः अस्ति अतः स्नाभ्यस्तरातः इत्यनेन आकारस्य लोपः भवति दरिद्रतु इति भवति अपि हि अस्ति दरिद्रा हि दरिद्रायोग हि हलादि अपित् अस्ति अतः दरिद्रिहि इति एकं रूपम् अस्ति अपि च दरिद्रितात् इति द्वितीयरूपम् अस्ति किञ्चित् तम् इत्थं त अत्रापि इद्दरिद्रस्य इति सूत्रस्य सूत्रस्य प्रसक्तिरस्ति दरिद्रितं दरिद्रिता अग्रे आनि आव आम एते पित् अस्ति पितः सन्ति अतः तत्र दरिद्रयुगानि सर्वत्र सवर्णदीर्घसन्धेः प्रसक्ति अतः दरिद्राणि दरिद्रा वा दरिद्राम इति नत्वं भवति नत्वं भवति तत्र दरिद्राणि दरिद्रा वा दरिद्राम इति अस्तु धन्यवादः महोदय अग्रे मदर महोदय लङ् आं महोदय आयोजित्वा आदरिद्रायोगः इत् आदरिद्रात् आदरिद्रां इद् दरिद्रस्य इति सूत्रेण दरिद्रितां अदरिद्रिताम् अत्र बहुवचने लङ्लकारे जुष् आगच्छति सिजभ्यस्तविधिभ्यश्च च इति सूत्रेण जुष् अतः दरिद्री अकारस्य दरिद्रीः दरिद्री उः इति वा महोदय दरिद्री उः किमपि न दरिद्रिः न इकारः कुतः आगच्छति चुष् मध्ये अवशिष्यति खलु आम् अदरिद्रायोग अदरिद्रयुः किम् अदरिद्र अत्र आकारस्य लोप भवति वा महोदय न अत्र उस्य पदान्तात् इति सूत्रेण उस्य पदान्तात् इति सूत्रेण पररूपम् आदेशः भवति अतः दरिद्रुः अदरिद्रुः अदरिद्रुः अदरिद्रात् अदरिद्रिताम् अदरिद्रुः अत्र विकल्पेन विकल्पेन अन् अस्ति चेत् रूपं किं वदति भवति अन् अस्ति चेत् अदरिद्रुवन् किम् अदरिद्रुवन् दरिद्रान् दरिद्रान् मम अजादि अपि अस्ति चेत् किं कार्यमस्ति अजादि अकारस्य लोप भवति महोदय केन सूत्रेण अकारस्य लोप श्नाभ्यस्तोरातः अतः रूपं श्नाभ्यस्य अतः अकारस्य स्थाने लोपः भवति लोप भवति रूपं किम् अतः अदरिद्रन् सकारः अदरिद्रास् सकारस्य ससजुषो रुः इति अनेन ऋत्वं भवति तदनन्तरं करवसाने यो विसर्जनीय इति अनेन विसर्जनीय विसर्गः भवति अदरिद्राः तम् इति प्रत्ययः अस्ति अत्र दरिद्र हल् हल् अस्ति अतः इद् दरिद्रसे इति सूत्रेण दरिद्रितम् अदरिद्रित उत्तमपुरुषे पितस्ति अदरिद्रितां किं दरिद्रितां दरिद्र योगः आम् दरिद्राम् केवलं दरिद्राम् दरिद्राम् वा अस्ति दरिद्री दरिद्रीव अदरिद्रीम सम्यक् अदरिद्रात् अदरिद्रिताम् अदरिद्रुः अथवा अदरिद्रन् अदरिद्राः अदरिद्रिताम् अदरिद्रितम् अदरिद्रित अदरिद्राम् अदरिद्रिव अदरिद्रिम इति अस्तु तदनन्तरम् अन्ते अरुणा महोदय विधिलिङ्ग्लकार करोतु विधिलिङ्ग्लकार एकस्मिन् एव श्वासे सर्वं करोतु किमपि नास्ति सर्वे सर्वे अलादि अपि अस्ति नित् अस्ति ततः इकार आदेशः भवति तेन सूत्रेण इद् इद् दरिद्रस्य इति सूत्रेण अकारस्थाने इकार आदेशः श्वाकार आदेशः भवति दरिद्रियात् दरिद्रियातां दरिद्रीयुः दरिद्रियाः दरिद्र्यां दरिद्र्यात दरिद्र्यां दरिद्र्याव दरिद्र्याम इति रूपाणि तर्हि इदानीं दरिद्रा कृते सर्वाणि रूपाणि सिद्धानि सन्ति अतः इदानीम् अकारान्तधातूनां कृते अदादिगणे अकारान्तधातूनां कृते यानि यानि कार्याणि सन्ति यानि यानि रूपाणि सन्ति तानि सर्वाणि अस्माभिः दृष्टानि इदानीं पर्यन्तम् आकारान्तमध्ये कस्यापि प्रश्नः अस्ति वा न महोदय तत्र एकस्य एव दातु अग्रे अग्रे अग्रे अग्रे इदानीं वयम् इकारान्त इकारान्धातवः वयं पठिष्यामः इदानीं समयः समाप्तः विरामः